पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 56। शेष उवाच, प्रादर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान् हिरण्यदानैः सन्तर्प्य विधिवत्संसदं व्ययौ लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिं पुत्रवत्स्वप्रजा सर्वाः पालयन्तं ययुःसभाम् लक्ष्मणेनादपत्रं दुद्धृतं मूर्धनि भूपदेहे तदा भरतशत्रुघ्नौ चामरद्वन्द्वधारिणौ वसिष्ठ प्रमुखास्तत्र मुनयपर्युपासद सुमन्त्रप्रमुखास्तत्र मन्त्रिणो न्यायकर्तृकाः एवं प्रवृत्ते समये षट्चारास्ते स्वलङ्कृताः समा जग्मुर्नरपतिं समस्कर्तुं सभास्थितम् त्वान् वक्तुकामान् संवीक्ष्य चारान् नृपतिसत्तमः सभाया मन्दरावेश्म रहप्राविशदुत्सुकः एकान्ते तांश्चरान् सर्वान् पप्रच्छ सुमतिर्नृपः कथयन्तु चरा मह्यं यथा तद्भ्यमरिन्दमाः लोका ब्रुवन्ति मां कीदृग्भार्याया मम कीदृशं मन्त्रिणां कीदृशं लोका वदन्ति चरितं कथम् इति वाक्यं समाकर्ण्य चारा राममधा ब्रुवन् मेघ गम्भीरया वाचा पृच्छन्तं रघुनायकम् चाराऊजुः नाथकीर्तिर्जनान् सर्वान् पावयत्यधुना भुवि गृहे गृहे श्रुतास्माभिः पुरुषैस्त्रीभिरीडिता बिभस्वतो महान् वंशो भवदा परमेष्टिना अलङ्कर्तुं गतं भूमौ कीर्तिर् विस्तारिता बहुः अनेके सकराद्याश्च कीर्तिमन्दो महाबलाः अभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव त्वया नाथेन सकला कृतार्थाश्च प्रजाकृताः यासां नाकालमरणं न च रागाद्युपद्रुतिः यादृशश्चन्द्रमालोके यादृशी जाह्नवी सरित तादृक् तव च सत्कीर्तिप्रकाशयदि भूतलं ब्रह्माधिका भवत्कीर्तिमाकर्ण्यत्रपिदा भृशम् नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान् वयं धन्यतमा सर्वे ये चारास्तव भूपते क्षणे क्षणे तव मुखं लोकयाम मनोहरम् इत्यादिवाक्यं चाराणां पञ्चानां वीक्ष्य राघवः षष्ठं पप्रच्छ चारं तं विलक्षणमुखाङ्कितम् राम उवाच सत्यं वद महाबुद्धे यच्छ्रुतं लोकसङ्करे तादृक्प्रशंस मे सर्वमन्यथा पादकादिकृत पुनः पुनश्च तं राम पप्रच्छाशु सविस्तरम् तथापि न ब्रवीत्येव रामं लौकिकभाषितं तदा रामः प्रत्यवोचच्चारं मुखविलक्षितं शपामि त्वां तु सत्येन शंस सर्वं यथा तथम्। तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैः अकथ्यमपि ते वाक्यं वाक्यं कारुजनोदितम्। चार उवाच स्वामिन् सर्वत्र ते कीर्तिर्दशाननवद्धाधिका अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो। कारुरेकस्तु रचको निषीधे महिलां स्वकाम् अन्य गेहोषितां दृष्ट्वा धिक्कुर्वन् समताडयद। तन्मादा प्रत्युवाचे मां कथं ताडयसे नखां गृहाणमाकृधा निन्दां स्त्रियं मद्वाक्यमाचर। तदा वोच्चत्स रचको नाहं रामो महीपतिः यद्राक्षसगृहेऽध्युष्टां सीतामङ्गीचकारसः सर्वं राज्ञकृतं कर्म नीतिमद्भवति प्रभो। अन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमद। पुनः पुनरुवाचासौ नाहं रामो महीपतिः चुक्रोधे समये राजन्मया वाक्यं तव स्मृतम्। तदानीं शिर आच्छिद्य पादयामि महीतले कृत पुनर्विचारो मे क्व रामो रचक क्व नु अयम् दुष्टो नृदं वक्रि न हीदं तद्ध्यमुच्यते। आज्ञापयसि चेद्राम साम्प्रतं मारयामि तम्। अवाच्यमपि ते प्रोक्तं त्वदाग्रहद उन्नयं राजा प्रमाणमत्रेदं विचारयतु सङ्गतम्। शेष उवाच इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरं निःश्वसन् मुहुरुच्छ्वासमाचरन् मूर्च्छितोपदद। तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः वीजयामासुर्वासोग्रायुर्दुःखापनय हेदवे। सलब्धसप्नो नृपतिर्मुहूर्तेन जगादतान् गच्छन्तु भरतं शीघ्रं प्रेषयन्तु च मां प्रति। ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताः कथयामासु रामस्य सन्देशं नयहारकाः। भरतो रामसन्देशं श्रुत्वा धीमान्ययौ सदः रामं प्रति रहस्संस्थं श्रुत्वा तं त्वरयायुधः। आगत्य तं प्रतिहारं प्रत्युवाच महामनाः कुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः। तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरं रामं विलोक्य विक्लान्तं भयमापस मानसे। किं वासौ कुपितो राम किं वा दुःखमिदं विभोः। तदा प्रोवाच नृपदिं निःश्वसं तं मुहुर्मुहुः स्वामिन् सुखसमाराध्यं वक्त्रं ते कथमानतम्। अश्रुभिर्लक्ष्यते राहुग्रस्तदेहशशीवते। सर्वं मे कारणं तद्ध्यं ब्रूहि मां किं करोमि ते। त्यज दुःखं महाराज कथं दुःखस्य भाजनम्। एवं भ्रात्रा प्रोज्यमानो गद्गदस्वरया गिरा प्रोवाच भ्रातरं वीरो रामचन्द्रश्च धार्मिकः शृणु भ्रातर्वजो मह्यं मम दुःखस्य कारणं तन्मार्जनं कुरुष्वाद्य भ्रातप्रादर्महामदे वंशे वैवस्वदे राजा न कश्चिदशः क्षदः मत्कीर्तिरद्य कलुषा गङ्गा यमुनया गदा येषां यशो नृणां भूमौ तेषामेव सुजीवितम् अपकीर्तिक्षतानां तु जीवितं मृतकैः समम् येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः अपकीर्त्युरगी दष्टास्तेषां भूयाद्दधो गतिः अद्य मे कलुषा कीर्तिस्वर्धुनी लोकविश्रुता तच्छृणुष्व वचो मेद्य रचकेन यथोदितम् अस्मिन् पुरेद्य रचक उक्तवाञ्छानकीभवम् किञ्चिद्वाच्यं ततो भ्रात किं करोमि महीतले किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम् उभयो किं मया कार्यं तत्तद्ध्यं ब्रूहि मे भवान् इत्युक्त्वा निर्गलद्बाष्पो वेफदुक्षुभिदाङ्गकः पपादभूमौ विरजो धार्मिकाणां शिरोमणिः भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुधः संवीक्ष्य च न कैरामं प्राप्तसंज्ञं चकारसः संज्ञां प्राप्तं तु संवीक्ष्य रामचन्द्रं सुदुःखितम् उवाच दुःखनाशाय वाक्यं तु सुमनोहरम् कोऽयं वै रचक किन्तु वाच्यं वाक्यं यथा ब्रवीद जिह्वाच्छेदं करिष्यामि जानकी वाच्यकारिणः तदा रामो ब्रवीद्वाक्यं रचकस्य मुखोद्गतं श्रुतं चारेण तत्सर्वं भरताय महात्मने तच्छ्रुत्वा भरतः प्राकभ्रातरं दुःखशोकिनं जानकी वह्नि शुद्धा भूल्लङ्कायां वीरपूजिता ब्रह्मा ब्रवीदियं शुद्धा पिता दशरथस्तव कथं सा रचकोक्तित्वा धातव्या लोकपूजिता ब्रह्मादिसंस्तुता कीर्तिस्तव लोकान् पुनातिः सा कथं रचकोक्रिया वै कलुषाद्य भविष्यति तस्मात्यजमः दुःखं सीता वाच्य समुद्भवं कुरु राज्यं तया सार्धमन्धर्वत्न्या सुभाग्यया त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम् वयं हदा स्म सर्वेद्य त्वां विना दुःखनाशकं क्षणं सीता न जीवेद त्वां विना सुमहोदया तस्मात् पतिव्रता साकं भुनक्तु विपुलां श्रियम् इति वाक्यं समाकर्ण्य भरतस्य च धार्मिकः पुनरेव जगादेमं वाक्यं वाक्यविदाम्बरः यत्त्वं कथयसि भ्रातस्तत्सर्वं धर्मसंयुतं परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाज्ञया जानाम्येनां वह्निशुद्धां पवित्रां लोकपूजितां लोकापवादाद्भिदोहं त्यजामि स्वां तु जानकीं तस्मात्करेषितं धृत्वा करवालं सुदारुणम् शिरश्चिन्ध्यथ वा जायां जानकीं मुञ्जवैवने इति वाक्यं समाकर्ण्य रामस्य भरतोपतत् मूर्च्छितः संक्षितौ देहे कम्बयुक्तः सबाष्पकः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे भरतवाक्यं नाम षट्पञ्चाशत्तमोऽध्यायः ॐ